ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। बहुकालात् पूर्वमेव एतत् धातुविज्ञानं द्वितीया इति करपत्रस्य तत्र अध्ययनं तत्र प्रचलन् अस्ति। इदानीं तत्र वयम् एतत् करपत्रं तु समाप्तवन्तः, परन्तु तत्र अन्ते अभ्यासः अपि अस्ति। अभ्यासस्य विषये किञ्चित् तत्र पुनः चिन्तनं कृत्वा तत्र धातुविज्ञानं तृतीया इति करपत्रस्य प्रति गच्छामः। अस्तु, अस्मिन् करपत्रे तत्र चत्वारि प्राकृतिककार्याणि सन्ति। प्राकृतिककार्यम् इत्युक्ते किं, कः अथवा का वदति? प्राकृतिककार्यम् इत्युक्ते किम्? कार्यम् इत्युक्ते उपदेशव्यवस्थायां यद् धातुः भवति तस्य व्यावहारिकरूपेण नीतव्यम्। तत् पर इत्संज्ञाप्रकरणं करणीयम्। इत्संज्ञाप्रकरणमध्ये अनुनासिका भवति वा अनन्त्यं भवति वा तत्सर्वं दृष्ट्वा तत्र तस्य इत्संज्ञा कृत्वा तस्य लोपः करणीयम्। अनन्तरं नुमागमः भवति वा षत्वं भवति वा नत्वं भवति वा तत्सर्वं दृष्ट्वा अनन्तरं व्यावहारिकरूपेण धातुं स्थापनीयं। तदेव इत्युक्ते तत्र प्रायशः यदा वयं कार्यं वदामः चेत् तत्र प्रायशः यथा लोके तत्र कास् अण्ड् इफेक्ट् थियरि अस्ति, तथैव व्याकरणशास्त्रे अपि अस्ति। तत्र यदा वयं कोऽपि कार्यं वदामः व्याकरणशास्त्रे कार्यं वदामः चेत् प्रायशः तत्र वर्णानां किञ्चित् तत्र परिवर्तनं भवति। इत्युक्ते तत्र वर्णानां तत्र किं परिवर्तनं भवति, परन्तु तत्र सर्वदा इत्युक्ते जनरली तत्र कारणं भवेत् तदा एव कार्यम् अस्ति। यदा कारणम् अस्ति तदा एव कार्यं भवति, परन्तु यदा वयं तत्तु सामान्यकार्यम् इत्युक्ते तत्र यः आदेशः आगमः लोपः अथवा कुत्रचित् केवलं नामकरणम् अस्ति, तादृश ये कार्याणि सन्ति तेषां कृते तत्र कारणं तत्र प्रायशः भवति। कारणम् अस्ति चेदेव कारणं भवति, परेश्चित् अस्ति चेदेव तत्र कार्यं भवति, परे कितनित् अस्ति चेत् कार्यस्य कृते निषेधः, परे तत्र तत्र यदि तत्र मूले एव उपधायां नकारः अस्ति चेत् तस्य कितनीति परे तत्र उपधायां भूतस्य नकारस्य लोपः भवति। सो तत्र कारणम् अस्ति चेदेव कार्यं भवति, परन्तु यदा वयं प्राकृतिककार्यं वदामः चेत् प्राकृतिककार्यम् इत्युक्ते किम् इति वदामः चेत् यस्य कार्यस्य कृते कोऽपि निमित्तम् आवश्यकं नास्ति तदेव प्राकृतिककार्यम्। सो किमर्थम् अस्मिन् करपत्रे प्राकृतिककार्यम् इति वयं वदामः? ये अत्र अस्मिन् करपत्रे ये चत्वारि सूत्राणि तत्र दत्तानि धातुषु, येषां विषये अवश्यचिन्तनीयं तत्र यः लौकिकरूपनिर्माणार्थं तत्र एतेषां चतुर्णां तत्र सूत्राणां विषये अवश्यचिन्तनीयं। परन्तु वयं दृष्टवन्तः एतेषां चतुर्णां सूत्राणां विषये तत्र कोऽपि निमित्तं नास्ति। परे किमपि भवेत् तदा एव तत्र सत्वं करणीयम् अथवा नत्वं करणीयम् अथवा अनुमागमः करणीयं, न, तत्र कारणं विना एव कार्यं भवति। इत्युक्ते इदित् धातुषु यः अनुमागमः भवति तत्र कोऽपि कार्यम् इत्युक्ते तत्र कोऽपि बाह्य तत्र इन्ग्रीडियण्ट् आवश्यकं नास्ति। यदि तत्र ह्रस्वीकारस्य संज्ञा अस्ति तदा एव तत्र नुमागमः भवति। सो तत्र कोऽपि बाह्य यस्मिन् कार्ये कोऽपि बाह्यनिमित्तम् आवश्यकं नास्ति, तदेव अस्ति प्राकृतिककार्यम्। अस्तु अस्तु, तत्र यः धातूनां तत्र इत्संज्ञा वर्णानाम् अनुबन्धानां निष्कासनम् अनन्तरम् एतेषां विषये अवश्य चिन्तनीयम्। तत्र प्रथमकार्यं किम् अस्ति, कः वदति? अनुबन्धानां निष्कासनम् अनन्तरं प्रथमं प्राकृतिककार्यं किम् अस्ति? सत्वं, सत्वं प्रथमं कार्यम् अस्ति सत्वम्। अस्मिन् करपत्रे तु प्रथमं सूत्रं सत्वं दत्तं, तस्य सूत्रं किं भगिनि? शकारस्य सकारः। सूत्रं किम् अस्ति, सूत्रस्य सूत्रं किम् अस्ति? धातुवादे श्यः सः इति तत्र सूत्रम्। अत्रापि धातुवादे श्यः सः, धातुः आदौ श्यः अस्ति चेत् तस्य सः आदेशः। कदा करणीयं, परे किमपि अस्ति वा नास्ति वा इति किमपि न लिखितं, कारणं न दत्तं, कारणं न दत्तम्, केवलं लिखितम् आदौ शकारः अस्ति चेत् सकारः करणीयं, तावदेव लिखितं। सो यस्य यस्य धातोः प्रथमवर्णः मूर्धन्यषकारः, अथवा यदा वयम् अनुबन्धानां निष्कासनं कुर्मः, निष्कासनम् अनन्तरं तत्र प्रथमवर्णः मूर्धन्यषकारः दृश्यते चेत् तस्यापि सकारादेशः करणीयं। सो न केवलं मूले एव शकारः आदौ भवेत् तदा एतत् सूत्रं कार्यं करोति, न, अनुबन्धानां निष्कासनम् अनन्तरमपि यदि तत्र धातोः आदिं वर्णः मूर्धनिषकारः, तत्र सकारादेशः अस्माभिः करणीयम् इति सूत्रं वदति। अस्तु, द्वितीयं कार्यं किमस्ति खलु महोदय? आम्, इत्संज्ञा प्रथमे इत्संज्ञा करणीयम्, अनन्तरं तत्र द्रष्टव्यम्। यदि प्रथम यदि तत्र धातुषु आदौ कस्य कस्य इत्संज्ञा भवति, आदिं के वर्णानां तत्र आदौ इत्संज्ञा भवति धातुषु? तत्तु अन्ते अस्ति, हलन्त्यम् इत्यनेन अन्तिम वर्णस्य इत्संज्ञा। सत्यम्, इत्युक्ते यदि धातु आदौ कोऽपि अनुनासिकस्वरः अस्ति तस्यापि इति भवितुं शक्नोति, अपि च आदौ कस्य वर्णस्य इति संज्ञा धातुषु, केवलं धातुषु? धातुषु आदिर्निटुडोः। सो नी टु डु एते वर्णसमूह आदौ अस्ति चेदेव तत्र इति संज्ञा भवति, अन्यत् कोऽपि वर्णस्य आदौ इति संज्ञा न भवति धातुषु। अतः सपोज् कोऽपि तादृश, सो नी टु डु इति संज्ञा वयं कुर्मः, तस्य अनन्तरं तत्र मूर्धनिषकारः अस्ति, तस्यापि सकारादेशः भवति। सो न केवलं मूले भवेत्, परन्तु अनुबन्धानां निष्कासनम् अनन्तरमपि तत्र द्रष्टव्यं, यदि प्रथमवर्णः नकारः अथवा मूर्धनिषकारः, तस्य नकारः अस्ति चेत् नत्वं करणीयं, षकारः अस्ति चेत् सत्वं करणीयम्। अस्तु, इदानीं तत्र वयं दृष्टवन्तः, तत्र द्वितीयसूत्रमस्ति नोणः। सो नोणः इत्यनेन किं भवति तत्र, चेतना भगिनी वदतु? दन्त्यनकारः, दन्त्यनकारः भवति, मूर्धन्यनकारस्य दन्त्यनकारः, तावदेव। तत्रापि आदौ अस्ति चेदेव कार्यं करणीयं, किमपि तत्र परे भवेत् अथवा पूर्वे भवेत् इति न लिखितं, केवलं लिखितं धातुः आदौ मूर्धन्यनकारः अस्ति चेत् तस्य दन्त्यनकार इति आदेशः करणीयम्। अनन्तरं तत्र तृतीयसूत्रं किम् अस्ति, तृतीयसूत्रं सूत्रं किम् इति तु नुमागमः, इदितो नुम् आम् सूत्रम् अस्ति इदितो नुम् तत्र धातोः इति पदस्य अनुवृत्तिः अस्ति. अनुवृत्तिः अस्ति वा सूत्रे एव दत्तम्? धातोः इति अधिकारः तु तत्र नास्ति. इदितो नुम् धातोः स्वयं सूत्रे एव दत्तम्, सूत्रे एव दत्तं. किमर्थं चेत् सि धातुः अधिकारः तृतीयाध्याये अस्ति. धातोः अधिकारः तृतीयाध्याये प्रथमपादे सप्तसप्ततितमं सूत्रम् अस्ति. सो अत्र तु तादृशतृतीयाध्यायात् वयं तत्र धातोः इति पदस्य न स्वीकर्तुं शक्नुमः अनुवृत्तिः. अतः अत्र साक्षात् महर्षिणा सूत्रे एव दत्तं. किमर्थं चेत् भिन्नस्थलः अस्ति अत्र सप्तमाध्याये, अतः साक्षात् सूत्रे एव दत्तम् इदितो नुम् धातोः. सो नुम् धातोः भवति, इदित धातुषु नुमागमः भवति. सो तत्रापि अत्रापि कोऽपि बाह्यनिमित्तम् आवश्यकं नास्ति. अतः वयं किं वदामः, एतत् कार्यम् अपि प्राकृतिककार्यम्. किमर्थं चेत् निमित्तम् आवश्यकं नास्ति, कारणम् आवश्यकं नास्ति. कार्यं भवति, कार्यमस्ति नुमागमः, नुम् इति आगमः भवति अत्र. परन्तु बाह्यनिमित्तं कोऽपि आवश्यकं नास्ति. धातुः इदित् अस्ति चेदेव नुमागमः भवति. इदित् इत्युक्ते किम्? इदित् इदित् किं पुनः वदतु? तदेव इदित् ह्रस्व इत् इत्युक्ते ह्रस्व इकारः इत् यस्मिन् सः इत्युक्ते अत्र बहुव्रीहिसमासः. ह्रस्व इकारः इत् संज्ञा यस्मिन् धातोः सः धातुः एव इदित् इति उच्यते. तस्य नाम एव इदित् धातुः, तस्मिन् एव नुमागमः भवति. केवलम् इदित् धातुषु एव नुमागमः, अन्येषां धातूनां तत्र नुमागमः न भवति. अस्तु, इदानीं अनन्तरं तत्र चतुर्थकार्यमस्ति उपधायां च. तस्मिन् तत्र किं भवति उपधायां च सूत्रे किं लिखितम्? उपधायां च धातूनां रेफ वकार अस्ति चेत् तत्र वाट् इस् द फस्ट् कण्डिशन् भगिनि? फस्ट् कण्डिशन् धातुशुद्धि वकार अत्र हलि अत्र हलि इति पदस्य अनुवृत्तिः अस्ति. सो कीदृशधातूनाम् उपधायाम् उपधायाम् इत्युक्ते कस्य उपधायां? रेफ वकारस्य उपधायां. रेफ उपधायां रेफ अस्ति चेत् वा अस्ति चेत् दीर्घः भवति. कस्य दीर्घः भवति? रेफस्य दीर्घः भवति वा अर्वकारस्य दीर्घं? कस्य दीर्घः भवति? आदि स्थित स्वरस्य लेपः दीर्घः भवति. अन्येकवारं वदतु भगिनि. ये स्वराः सन्ति तत्र तत् दीर्घः भवति. कुर्द अत्र रेफस्य आदि उकारः अस्ति, तत् उकारः दीर्घः भवति. अत्र उपधायां च इति लिखितम् अस्ति. सो अत्र उपधायः अस्ति तत्र दीर्घः भवति. इत्युक्ते यदि वयं तत्र कूर्द इति धातु पश्यामः, अनुबन्धानां निष्कासनम् अनन्तरम् अत्र कूर्द इति तत्र धातुः भवति. इत्युक्ते एकम् एव अनुबन्धवर्णः अस्ति, अन्ते अकारः. कृपया सर्वे म्यूट् मध्ये तिष्ठतु, तत्र बहु ध्वनिः आयाति. भगिनी अनेकवारम् एतत् वदतु भगिनी, न अवगतं. अहं वदामि भगिनि. अस्तु, उपधायां च इति सूत्रं किं वदति? अत्र प्रथमे तु धातुः हलन्तं भवेत् इत्युक्ते अनुबन्धानां निष्कासनम् अनन्तरं यद् धातुः हलन्तम् अस्ति तत्र एव एतत् सूत्रस्य प्रसक्तिः भवति. सो वाट् इस् द फस्ट् कण्डिशन्? धातुः हलन्तं भवेत्, इत्युक्ते धातुः अन्ते हल् वर्णः भवेत्, यथा कूर्द अन्ते दकारः अस्ति. अनुबन्धानां निष्कासनम् अनन्तरम् अन्ते दकारः, सो धातुः हलन्तं. सो वाट् इस् द फस्ट् कण्डिशन्? धातुः हलन्तं भवेत् इस् द फस्ट् कण्डिशन्. सेकेण्ड् कण्डिशन्, द सेकेण्ड् कण्डिशन् इस् धातुः, यः हलन्तधातुः अस्ति तस्य उपधायां यदि रेफः अथवा वकारः अस्ति. सो द सेकेण्ड् कण्डिशन् इस् उपधायां हलन्तधातुः उपधायां रेफः अथवा वकारः भवेत् इस् द सेकेण्ड् कण्डिशन्. थर्ड् कण्डिशन् इस् रेफ् वकारस्य, रेफ् अथवा वकारस्य पूर्वे तत्र इक् वर्णः भवेत्. सो तत्र इकः दीर्घः भवति, इक् वर्णस्य एव दीर्घादेशः भवति. सो कस्य इक् वर्णस्य? रेफवकारस्य उपधायां, न तु धातु उपधायां. रेफवकारस्य उपधायाम्, उपधा इत्युक्ते किं? वर्णस्य अन्तिमवर्णस्य पूर्वे यः वर्णः तस्य एव उपधा इति संज्ञा. सो अस्मिन् धातुः तु उपधायां रेफः अथवा वकारः अस्ति. मूले अस्मिन् धातुः यत्र उपधायां च इति सूत्रस्य प्रसक्तिः भवति तादृशधातुः तु उपधायां रेफः अथवा वकारः भवेत्. रेफ वकारस्य पूर्वे, साक्षात् पूर्वे तत्र किम्? इक् वर्णः भवेत्. सो इक् वर्णस्य एव दीर्घः. यदि इक् विहाय कोऽपि अन्यस्वरः अस्ति चेत् तस्य दीर्घः न भवति. सो इक् वर्णे अकारः अपि अस्ति, सोरि, इक् वर्णे अकारः नास्ति. सो अकारः रेफुवकारस्य पूर्वे अस्ति चेत् तत्र दीर्घ आकारः न भवितुं शक्नोति. किमर्थं चेत् केवलम् इक् वर्णानाम् एव दीर्घः. सो इक् वर्णेषु तत्र इ ऊरु एतेषां लू तु तत्र कुत्रापि न दृश्यते प्रक्रियायां. सो लू अपि अस्ति परन्तु व्यवहारे तु इ ऊरु एते वर्णाः एव तत्र दृश्यते. अतः रेफवकारस्य पूर्वे इ ऊरु अस्ति चेत् तस्य दीर्घः भवति. यथा अत्र कुर्द इह अस्ति रेफस्य उपधायां, रेफस्य पूर्वे तत्र रस्वूकारः, अतः कूर्द भवति, दीर्घ आदेशः भवति. अनेन सूत्रेण उपधायां च, सो प्रथमे धातुः हलन्तं भवेत्, तादृशधातुः उपधायां रेफः अथवा वकारः भवेत्, रेफवकारस्य पूर्वे तत्र इक् वर्णः भवेत्, तस्य इक् वर्णस्य एव दीर्घादेशः, कोऽपि अन्यवर्णस्य न. रेफवकारस्य उपधायां यः इक् वर्णः, सो वाट् ऐ एम् सेयिङ्ग्, रेफवकारस्य उपधायां, न तु धातु उपधायाम्. ऐ एम् सेयिङ्ग् रेफवकारस्य उपधायां तत्र तस्य इक् वर्णस्य दीर्घः. रेफवकारस्य उपधायाम् इक् वर्णः भवेत्, तस्य इक् वर्णस्य एव दीर्घ आदेशः अनेन सूत्रेण. सो अत्र धातुः न्यूनानि धातवः सन्ति तादृश, यः हलन्तमपि अस्ति तस्य धातुः उपधायां रेफः अथवा वकारः अस्ति, रेफवकारस्य पूर्वे तत्र इक् वर्णः अस्ति, सः इक् वर्णः ह्रस्व चेदेव दीर्घ आदेशः. सः इक् वर्णः पूर्वे एव, मूले एव दीर्घ अस्ति, तत्र किमर्थं, तत्र किं दीर्घ आदेशः करणीयं? न कर्तुं शक्यते. अतः रेफवकारस्य पूर्वे ह्रस्व इक् अस्ति चेदेव तत्र दीर्घः भवितुं शक्नोति. अतः तत्र एव एतस्य सूत्रस्य प्रसक्तिः भवति. सो उपधायां च इति सूत्रे हलन्तधातूनां रेफवकारस्य उपधाभूतस्य अस्ति चेत् तस्य पूर्वे कोऽपि इक् वर्णः अस्ति चेत् तस्य एव दीर्घादेशः भवति इति सूत्रं वदति. सो तत्र कूर्द, खूर्द, गूर्द इति तत्र धातवः सन्ति, तेषां लौकिकरूपम् अस्ति दीर्घ आदेश भूत्वा. कूर्द, खूर्द, गूर्द इति तत्र धातुः भवति लौकिकरूपम्. सो अनेन सूत्रेण एव कार्यं भवति. सो तत्र कण्डिशन् त्रयम् इदानीं तत्र एकम् अस्मिन् सूत्रे उपधायाम् इति यः षष्ठ्यन्तं पदमस्ति, षष्ठी बहुवचनं पदमस्ति, तत्र किमर्थम् उपधा इत्युक्ते किं व्याकरणशास्त्रे, तस्य विषये एतत् सूत्रं दत्तम्. अलोन्त्यात् पूर्वम् उपधा इति सूत्रमस्ति. अस्तु, एतत् सूत्रं पूर्वे न पठितम् अहं चिन्तयामि. चेतना भगिनी पठति वा सूत्रम्? अलोन्त्यात् पूर्व उपधा. वर्णानां समुदाये यः अन्तिमः वर्णः तस्मात् पूर्वं यः वर्णः अस्य उपधासंज्ञा स्यात्. अलः पञ्चम्यन्तम्, अन्त्यात् पञ्चम्यन्तम्, पूर्वः प्रथमान्तम्. उपधा प्रथमान्तम् अनेकपदमिदं सूत्रम्. अल् प्रत्याहारे सर्वेऽपि वर्णाः अन्तर्भूताः. अच् योगहल् इक्वल्स् अल्. सूत्रं स्वयं सम्पूर्णम्. अन्त्यात् अलः पूर्वः उपधा. सो संज्ञासूत्रम् अस्ति. उपधा किम् इति, अतः अल् अन्तिमवर्णस्य पूर्वं किं वर्णम् अस्ति तत् उपधा इति उच्यते. सो उपधा इति संज्ञा कस्यचित् वर्णस्य उपधा इति संज्ञा अस्ति. सो वर्णसमुदाये अत्र प्रथमवाक्यं पठतु. वर्णानां समुदाये यः अन्तिमः वर्णः तस्मात् पूर्वं यः वर्णः अस्य उपधासंज्ञा स्यात्. सो अत्र अन्त्यात् अपि च अलः द्वयमपि पञ्चम्यन्तं पदः. अत्र पञ्चमी किं निर्दिश्यते भगिनि? अस्मिन् सूत्रे पञ्चमी किं निर्दिश्यते? पूर्व निमित्तं परकार्यं. तत्तु सत्यं, पूर्वनिमित्तं परकार्यं. पञ्चमी अस्ति चेत् परे कार्यं भवति. परन्तु अस्मिन् सूत्रे पञ्चमी अन्तं पदस्य कः अर्थः? सर्वदा तदेव अर्थं भवेत् तत्तु नास्ति न, वदतु. अन्त्यात् अलः विशेषणविशेष्यभावः अस्ति. कः अत्र सामान्य अर्थः अस्ति? यदा वयं तत्र विषयेन फ्राम् या अमङ्ग् पञ्चमी अन्तम् अर्थः अस्ति चेत् तत्र किं भवति? फ्राम् all the alas. So among varna samudaye ye tatra varnaah santi, tatra maybe varna dvayam athva varna trayam athva more than three varnaah tatra santi, teshu sarveshu varneshu yah antim ala antyat alah purvah. So sarveshu varneshu yah antim halah. अन्तिम् इत्युक्ते वाट् इस् अन्तः इति तत्र किम् अस्ति? अन्तिमवर्णः. अन्तिम् इति पदस्य वयं तत्र किं ज्ञानं भवति इत्युक्ते तस्य अनन्तरं किमपि नास्ति. आदौ वदामः चेत् तस्य पूर्वे किमपि नास्ति, तदा एव आदौ वदामः. सो अन्तिं वदामः चेत् तस्य अनन्तरं किमपि नास्ति, तदा एव अन्त्यं वदामः. सो वर्णसमुदाये यः अन्तिम अलः, तत्र वर्णसमुदाये तत्र केवलं वर्णाः एव सन्ति. सो वर्णाः स्वरः वा व्यञ्जनः वा अयोग्यवाः वा यत् किमपि सो तत्र शब्दसमुदाये यः अन्तिम अलः तस्य अन्तिम अलपूर्वे यः वर्णः तस्यैव उपदायति संज्ञा इति सूत्रं वदति सो अत्र यः पञ्चमी अन्तं पदः अस्ति सः पूर्वनिमित्तं परकार्यं नास्ति अत्र पञ्चमी सामान्य यः विभक्ति पञ्चमी विभक्ति अर्थः अस्ति तदेव अस्ति अत्र सो अमङ्ग् आल् द वर्णसमुदाये यः अन्तिम अलः तस्य पूर्वे तस्य साक्षात् पूर्वे यः वर्णः सो वर्णसमुदाये यः अन्तिम अलः तस्य पूर्वे यः वर्णः तस्य उपदायति संज्ञा व्याकरणशास्त्रे सो उपदा वदामः किम् इति वदामः चेत् अलो अन्त्यात् पूर्वम् उपदा पूर्व उपदा इति तत्र संज्ञासूत्रमस्ति अनन्तरमपि पठतु किं लिखितम् प्रश्न उदीयेते येत रेपः इत्युक्ते कः वर्णः यः रकारः उपरि उपविष्टः अथवा सर्वे रकाराः उत्तरं सर्वे रकाराः एव रेपः नाम रात् इपः इपः कश्चन प्रत्ययः र योग इपः ईक्वल्स् रेपः इत्युक्ते अत्र अस्मिन् सूत्रे उपदायं च इति सूत्रे रेफ् वकारः पूर्वे यः वर्णः सो अत्र लिखितं रेफः इत्युक्ते किं सो यदा वयं व्याकरणशास्त्रे अत्र केवलं रेफ विषये उक्तं सो रेफः विषये रेफः इत्युक्ते किं रकारः सामान्य यः रकारः अस्ति तदेव रेफः इति लिखितम् सो रेफ् सि वेन् वि से अकारः ककारः इकारः उकारः नकारः बट् वेन् इट् कम्स् टु नामक रेफस्य विषये यदा वयम् उच्चारणं कुर्मः वि डोण्ट् से रकारः केचन वैयाकरणः वदन्ति तत्र रकारः न वदनीयं तत्र तादृश उच्चारणं न करणीयं केवलं रेफः एव तत्र वक्तव्यं तत्र रकारः इति न तत्र वदामः सो तत्र अतः अत्र लिखितं रेफः इत्युक्ते किं किमर्थं चेत् सूत्रे रेफ् वकारयोः इति लिखितं सो रेफः इति यः सूत्रे व्याख्याशु यः पदं दत्तं रेफः इत्युक्ते किं यः रकारः तु तत्र न तत्र तत्र तस्य उच्चारणं तादृशं न करणीयं रेफः एव वक्तव्यं सो अत्र लिखितम् उपरि उपविष्टः तस्य कः अर्थः भगिनि यः रकारः उपरि उपविष्टः तस्य कः अर्थः सिम्बल् तत्र आम् इत्युक्ते रेफस्य रेफः रेफस्य सह कोऽपि स्वरः नास्ति चेत् इट् गोस् इन् द शेप् आफ् दिस् सिम्बल् अबौ द व्यञ्जन सो देट् इस् वाट् इस् रिटन् ओवर् हियर् यः रकारः उपरि उपविष्टः तादृशरकारः एव वा अत्र लिखितं रेफः केवलं रेफ् विषये लिखितं सूत्रस्य विषये न लिखितं रेफः इत्युक्ते यत्किमपि रकारः सो सर्वे रकारः एव इति लिखितं सो यदा वयं रेफः वदामः चेत् तत्र र इति यः वर्णमालायां रेफः अस्ति तस्य विषये एव सो केवलम् उपरि यः तत्र वयं तत्र सि अत्र सूत्रे लिखितं धातुः हलन्तं भवेत् अपि च तस्य उपदायां रेफः भवेत् सो यदि तत्र रेफः सामान्यरेफः इति वदामः चेत् सपोज् रा रि रु इति वदामः चेत् देन् तत्र उपदायां तत्र रेफः न भवितुं शक्नोति तत्र उपदायां कोऽपि स्वरः तत्र भवति परन्तु यदा उपदायं च इति सूत्रे तु तत्र उपदायं रेफः भवेत् अथवा वकारः भवेत् सो वेन् वि से वकारः भवेत् व अर्धव एव तत्र भवति चेदेव उपदाय तस्य उपदाय इति संज्ञा भवति यदि कोऽपि स्वरः तस्य सह अस्ति चेत् तत्र तु स्वरः एव उपदायं भवति परन्तु अस्मिन् उपादायं च इति सूत्रे तु उपादायाम् एव रेफः भवेत्, न तु रारीरु भवेत्। परन्तु अत्र किमर्थं लिखितं, इवन् वि से रेफः, रेफः मीन्स् रकारः, रकारः इत्युक्ते यत्किमपि रकारः, कोऽपि तत्र इत्युक्ते किं भगिनि अत्र लिखितं न, कश्चन प्रत्ययः इफः कश्चन प्रत्ययः अस्ति। सो इफः इत्युक्ते तत्र प्रायशः तत्र इफ् इति तत्र भवति, इफ् इफ इति अन्ते अपि अकारः अस्ति। सो रात् इति पञ्चमी अस्ति, रात् अनन्तरं तत्र इफः, सो र योग इफ् भवति, यथा राम इति रामात् भवति न पञ्चमी, सो तत्र अकारान्त शब्दः, अत्रापि र योग अ अस्ति, सो अ योग इ भवति चेत् तत्र गुणसन्धि भूत्वा रेफ इति भवति। सो तत्र रेफः इति पदस्य तत्र एतस्य निष्पत्तिः कथं भवति इति लिखितं। सो इफ् कश्चन प्रत्ययः, सो रयोग इफ् कुर्मः चेत् तत्र रेफः इति यः वयं तत्र पदस्य उच्चारणं कुर्मः तस्य निष्पत्तिः कथं भवति इति लिखितम्। परन्तु एतस्य कोऽपि तत्र सूत्रस्य विषये किमपि तत्र आवश्यकं नास्ति, किमर्थं चेत् तत्र उपरिविष्टः यः रकारः तादृशरकारः अस्ति चेदेव तत्र वयं किं वदामः, उपादायां रेफः। सो रारीरु अस्ति चेत् तत्र उपादायां तु तादृश अस्ति चेत् तत्र उपादायां तु स्वरः भवति, न तु रेफः। सो तादृशधातूनां तु तत्र यथा तत्र तादृश कोऽपि धातुः एव नास्ति। सो अत्र एतस्य परिच्छेदस्य विषये अधिकं चिन्तनं तत्र मा भवेत्, केवलं तत्र उपादायं च इति सूत्रस्य प्रसक्तिः कुत्र अस्ति, धातुः हलन्त्यमस्ति, हल्वर्णस्य अन्तिमहल्वर्णस्य पूर्वे तत्र रेफः अथवा वकारः, रेफवकारस्य उपादायं तत्र इकवर्णः भवेत्। सो रेफवकारस्य पूर्वे यदि तत्र इकवर्णः अस्ति चेदेव तस्य इकवर्णस्य एव दीर्घादेशः इति लिखितम्। अग्रे अपि पठतु भगिनि, अवधेयम् अवधेयम् उपदेशे जनुनासिक इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इत् संज्ञा न भवति, तदा एव इत् संज्ञा भवति यदा सः अच् अनुनासिकः अस्ति, यथा लिख पठ इत्यादय धातवः, किन्तु भू नी इत्यादिषु अजन्तधातुषु अन्तिमः अच् वर्णः अनुनासिकः नास्ति, अतः तत्रत्यानाम् अच् वर्णानाम् इत्संज्ञा न भवति। परन्तु हलन्त्यम् इति सूत्रेण सर्वेषाम् हलन्तमूलधातूनाम् अन्तिमस्य हलः इत्संज्ञा भवति एव। सो उपदेशे अजनुनासिक इत्युक्ते उपदेश अवस्थानाम् अनुनासिक स्वरः अस्ति चेत् एव इत्संज्ञा भवति, तस्य इत्संज्ञा भवति, अनुनासिकः नास्ति चेत् तस्य इत्संज्ञा न भवति। परन्तु हलन्त्यम् इति सूत्रेण अन्तिमवर्णः हलन्तवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति। इत्युक्ते उपदेशे अजनुनासिक इति सूत्रेण किं भवति, केवलम् अनुनासिक अचस्य एव इत्संज्ञा, कोऽपि निरनुनासिक अच् अस्ति चेत् तस्य इत्संज्ञा नास्ति व्याकरणशास्त्रे। व्याकरणशास्त्रे कस्य स्वरस्य इति वदामः चेत् अनुनासिकस्वरस्य, स सः अनुनासिकस्वरः यत्र कुत्रापि भवेत्, अन्ते अस्ति, पर आदौ अस्ति, मध्ये अस्ति, उपधायाम् अस्ति, कुत्रापि अस्ति चेत् अनुनासिक अस्ति चेदेव इति भवति, अनुनासिक नास्ति चेत् इति न भवति. सो भू धातुः, जी धातुः, नी धातुः, तत्र स्वरः अस्ति परन्तु सः निरनुनासिकस्वरः, सो तत्र इत्संज्ञा न भवति, तत्र तद् स्वरः तथैव तिष्ठति इति लिखितम्. सो व्याकरणशास्त्रे कस्य अचवर्णस्य इत् इति नामकरणं केवलम् अनुनासिक अचस्य एव इत्, निरनुनासिक अचस्य इत् न भवति. परन्तु यदा वयं हलन्तं वदामः तस्य विषये किम्? अत्र हल् इति यः हल् यः अस्ति, यत्किमपि हल् वर्णः, तत्र हल् वर्णस्य तत्र मृदु हल् वा, कर्कश हल् वा, अनुनासिक हल् वा, निरनुनासिक हल् वा इति न लिखितम्. सो अन्ते यत्किमपि हल् वर्णः तस्य इत् अस्ति व्याकरणशास्त्रे इति तत्र हलन्तं. परन्तु अत्र सूत्रे एव साक्षात् दत्तम् अनुनासिक अचस्य इत्. सो यः अनुनासिक अच् अस्ति उपदेशावस्थायां तस्य एव इत्, परन्तु हलन्त्यम् इति सूत्रेण अन्ते यत्किमपि हल् वर्णः तस्य इति संज्ञा. सः अनुनासिक अस्ति वा, निरनुनासिक अस्ति, कर्कश अस्ति, मृदु अस्ति, तत् न लिखितं, केवलं तत्र महर्षि वदति हलन्त्यम् उपदेशे अन्तिम हलः इति भवति. सो हल् विषये कोऽपि विशेषणं नास्ति, परन्तु अत्र अच् विषये अनुनासिक अचस्य एव इति संज्ञा, न तु भिन्न अचानां तत्र इति संज्ञा इति लिखितम्. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् पृच्छतु इदानीं. तत्र किञ्चित् अभ्यासं कृत्वा तत्र अग्रे सरेम. अस्तु, अङ्गीविषये कः वदति? अङ्गिधातुविषये कः वदति? तत्र अनुबन्धानां निष्कासनं करणीयम्, अनन्तरं तत्र कोऽपि प्राकृतिककार्यस्य अवकाशः अस्ति चेत् तत्र करणीयम्. अहं वदामि वा? नमस्कारः, अहं वदामि. वदतु महोदय. नमस्कारः. अङ्गी प्रथमे इकार अनुनासिक अस्ति, अतः अङ्ग अवशिष्यते. अग् अग् अवशिष्यते. अङ्गी अङ्गी अग्नि प्रथमे अकारः, अनन्तरं गकारः, अनन्तरम् अनुनासिकिकारः. आम्, अग्नि अग्नि अस्ति, अग्नि अस्ति. इकारस्य अनुनासिकिकारस्य इत् भवति, अतः इदित् धातु. केन सूत्रेण इत् संज्ञा? तदपि वक्तव्यं महोदय. उपदेशे अज् अनुनासिक इत् श्लेन इत्नेन इत् संज्ञा भवति, तस्य लोपः इत्नेन लोपः भवति. अग् अग् अवशिष्यते. अत्र अनुनासिक इकारस्य इत् भवति, अतः इदितो लुम् धातोः प्रसक्तिः अस्ति, अतः दन्तनकारः मध्ये आयाति, आङ्ग् रूपं दृश्यते. नश्च पदार्थस्य जलि इत्यनेन दन्तनकारस्य अनुस्वारः भवति, अनुस्वारादेशः. कीदृशदन्तनकारस्य? कीदृशदन्तनकारस्य I don't remember. Apadant. नश्च अपदान्तस्य झलि झलि बस् नश्च अपदान्तस्य झलि इत्यनेन अपदान्त दन्तिनकारस्य अनुस्वारः आदेशः भवति कदा भवति तदपि वक्तव्यम् यत्र न कदा इत्युक्ते निमित्तं कारणं किम् निमित्तं यदि जलि परे अस्ति जलवर्णः परे अस्ति जलवर्णः परे अस्ति तदेव कारणम् अस्ति निमित्तम् अस्ति तदेव जलवर्णः परे अस्ति निमित्तं भवति तत्कारणेन दन्तनकारस्य अनुस्वार आदेशः भवति अनन्तरम् अनुस्वारस्य यै परस्वर्णः ज्ञेन यदि यै यै परे अस्ति यै सप्तमी अस्ति प्रत्याहारस्थाने यै सप्तमी अस्ति आम् यै सप्तमी अस्ति अनुस्वारस्य यै वर्णे परे यै वर्णे यै वर्ण वर्णे परे अनुस्वारस्य स्वर्ण अनुनासिक वर्णः आयाति अनुस्वारस्य अनुस्वारस्य परसवर्ण आदेशः पर् इति पदम् आवश्यकम् अनुस्वारस्य सवर्ण आदेशः न भवति अनुस्वारस्य परसवर्ण परे यः अस्ति तस्य एव सवर्णः परे यः यै वर्णः पर् सवर्ण आदेशः परसवर्ण आदेशः इत्युक्ते परे यः यै वर्णः तस्य सवर्णः न तु अनुस्वारस्य सवर्णः अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति सो परे निमित्तं किं यै वर्णः सो परे यः यै वर्णः तस्य सवर्ण आदेशः भवति अत्र अनुस्वारस्य परे किम् अस्ति अस्मिन् उदाहरणे गकारः अस्ति सो गकारस्य अतः दन्तनकारस्य अङ्ग भवति अङ्ग इत्युक्ते अनुस्वारस्य स्थाने अत्र कः वर्णः आदेशरूपेण आयाति कण्ठनकारः कण्ठनकारः गकारस्य सवर्णः अपि च अनुस्वारस्य तुल्यतमवर्णः गकारस्य तत्र सवर्णानि सन्ति क ख ग ग न आदेश इत्यस्य उच्चारणस्थानस्य आधारेण तत्र ककारः अपि सवर्णः महाप्राण घकारः अपि सवर्णः खकारः अपि सवर्णः परन्तु तेषु केवलं कण्ठनकारः एव आगन्तुं शक्यते किमर्थं चेत् स्थानी अनुनासिक अस्ति स्थानी अनुस्वारः अनुस्वारः नासिक व्यञ्जनः अनुस्वारस्य उच्चारणस्थानं नासिका अस्ति अतः एषु केवलम् अत्र नासिकावर्णः कः इत्युक्ते वर्गीयपञ्चमवर्णः तत्र कण्ठनकारस्य उच्चारणस्थानं न केवलं कण्ठः परन्तु नासिका च अतः तदेव आदेशरूपेण आगन्तुं शक्यते स्थाने अन्तरतमः यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते यद्यपि गकारस्य तत्र सवर्णाः सन्ति तेषु केवलं कण्ठनकारः एव अनुस्वारस्य स्थाने आगन्तुं शक्यते अतः तत्र कण्ठनकारस्य आदेशः सो अङ् इति भवति. अस्तु, सो पदान्तमकारस्य हलिपरे कार्यं, परन्तु अपदान्तमकारस्य जलिपरे कार्यं तत् सर्वदा स्मर्तव्यम्. पदान्तमकारस्य मोणुस्वारः इत्यनेन हलिपरे कार्यं यत्किमपि हलवर्णः, परन्तु अपदान्तमकारस्य नश्च पदान्तस्य झलि, सो अपदान्तमकारस्य केवलं झलिपरे एव कार्यं. सो झलि के व्यञ्जनानि न सन्ति झल् प्रत्याहारे. सो जभाई घडदश, जभाई पूर्वे तत्र किम् अस्ति? पञ्चम वर्गस्य पञ्चमः वर्णः. अपि च यरल, यरल वापि अस्ति वा? हयवरट, आम् वापि अस्ति हयवरट. अपि च लन् अनन्तरं यमगणनां वर्गीयपञ्चम् अनन्तरम् एव जभाय. सो झ आरभ्य ल पर्यन्तं तत्र हकारः अस्ति. सो अन्तस्थ अपि च वर्गीयपञ्चं विहाय सर्वे हल्वर्णाः जल् प्रत्याहारे. सो अपदान्तमकारस्य जलिपरे कार्यं, पदान्तमकारस्य हलिपरे कार्यं. सो सूत्राणां तत्र सम्यक्तया तत्र अध्ययनं भवेत्, तदा एव वयं कार्यं विना तत्र दृष्ट्वा कर्तुं शक्यते. अस्तु, इदानीं चञ्चुविषये कः वदति? चञ्चुविषये कः वदति? झटति अग्रे करोमि वा महोदय. आं करोतु भगिनि. चञ्चु उपदेशे जन्नाश्रयति इति सूत्रेण अन्तिम अनुस्वार अकारस्य तिच्छन्या भवति. उकारस्य अनुनासिक उकारस्य इच्छन्या भवति. तस्य लोपः इति सूत्रेण लोपः भवति. अदर्शनं लोपः इति सूत्रेण अदर्शनं भवति. अतः चञ्चेव अवशिष्यभागम्. नश्च पदान्तस्य जलि इति सूत्रेण नकारस्य अनुस्वारः भवति. नकारस्य अनुस्वारः भवति. तदनन्तरम् अनुस्वारस्य एयि परे इति सूत्रेण अनुस्वारः चकारस्य पञ्चमवर्णः भवति. यै पर् सवर्णः अनुस्वारस्य यै पर् सवर्णः रसवर्णः इति सूत्रेण अनुस्वारस्य यै पर् रसवर्णः इति सूत्रेण चकारस्य पञ्चम अनुस्वारः आगम अनुस्वारस्य आगमः भवति इति चञ्च भवति. अत्र च छ जन्य तालु न्यकारः अनुस्वारस्य स्थाने तालु न्यकारः आदेशरूपेण चञ्च भवति. आम् इन विषये अपि वदतु भगिनि. हलन्त्यमिति सूत्रेण अन्तिम अन्ते विद्यमान नकारस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण लोपः भवति. अदर्शनं लोपः इति सूत्रेण तस्य अदर्शनमपि भवति. इ एव अवशिष्यभागम्. अत्र कोऽपि प्रकृतिकार्यमस्ति वा? तदेव अहं चिन्तयामि किमपि अस्ति वा. अत्र सत्त्वं न भवति, नत्वमपि न भवितुं शक्नोति इति न इति सूत्रस्यापि प्रसक्तिः. सो एते चतुर्णां सूत्राणां सर्वेषां धातूनां तत्र प्रसक्तिः भवेत् इति नास्ति. यत्र प्रसक्तिः अस्ति तत्र एव कार्यं करणीयं, तथैव इत्संज्ञक कस्मिंश्चित् धातुः कोऽपि इत्संज्ञक वर्णः एव नास्ति तु तत्र कथं वयम् इत्संज्ञा कुर्मः? न करणीयं. प्रसक्तिः अस्ति चेदेव करणीयं, नास्ति चेत् न करणीयम्. सत्यं भगिनि. अस्तु, धन्यवादः. न्यूनः न करणीयं वा भगिनि? इन् नूनः कदा भवति भगिनि? नूनः इति सूत्रं किं वदति? धातुः मूलरूपे न अस्ति चेत् दन्तनकारस्य अस्ति अन्तिमे सत्त्वकधातुवादेशः सः सूत्रे साक्षात् अनन्तरमेव अहं चिन्तयामि नूनः इति सूत्रं धातुवादेशः सः इति सूत्रे 6163 अत्र आ धातु आदे आदे इति पदस्य अत्रापि अनुवृत्तिः कुत्र अस्ति? नत्वं नूनः आम् अत्र अत्र दृश्यतु धात्वादे 6164 नूनः इति सूत्रे साक्षात् सत्त्वकार्यस्य अनन्तरं 6163 सो आदि इति पदस्य अत्रापि अनुवृत्तिः आदौ अस्ति चेदेव करणीयं धातुः आदे धात्वादे नः न भवति कुत्रचित् अन्यत्र न मूर्धन्यनकारः अस्ति तस्य दन्त्यनकारादेशः न भवति आदौ अस्ति चेदेव भवति अत्र तु अन्ते अस्ति सो हलन्त्यम् इत्यनेन तस्य इत्संज्ञा ओन्लि ई अवशिष्यते अत्र इन् गतौ इति भुवादिगणे अस्ति शप् प्रत्ययस्य कारणेन तत्र ए भवति गुणः भवति सो एति इति रूपं लटिरूपम् एति भवति किमर्थं चेत् शप् कारणेन अत्र गुणः भवति इन्गतौ तत्र भुवादिगणे अस्ति वा न इन्गतौ धातृ कुत्र अस्ति इन्गतौ अदादिगणे वा तत्र तिप् कारणेन गुणः भवति अन्यथा तु न भवितुं शक् एति इति रूपं न भवितुं शक्नोति इन्गतौ तत्र कुत्र अस्ति कोऽपि पश्यतु अदादिगणे आं किमर्थं चेत् अन्यथा तत्र तत्र अनन्तरं सन्धिकार्यम् अकारस्य कारणेन सन्धिकार्यमपि अस्ति सो इन् गतौ तत्र यः एति इति रूपं भवति तिप् कारणेन अत्र गुणः भवति तिप् शित् सार्वधातुक अस्ति पित् अपि अस्ति अतः ए इति गुणः भवति सो एति अनन्तरं केवलं वर्णमेलनम् एति इति रूपम् अदादिगणे अस्ति अस्तु इदानीं वदतु चेतना भगिनी नम विषये वदतु नम उपदेशे अजनुनासिक इत् तस्य लोपः अनुनासिक अकारस्य इत्संज्ञा भवति तस्य लोपः भवति नम् अवशिष्यते नूनः इति सूत्रेण नकारस्य नकारः भवति नम् अवशिष्यते नम् इति अस्ति तत्र येषां धातूनां ये नोपदेशदातवः तेषां तत्र उपसर्गयोजयामः उपसर्गे रेफः अपि च नकारः अस्ति चेत् तत्र पुनः मूर्धन्यनकार इति आदेशः भवति सो प्रणमति इति प्रयोजयामः चेत् तत्र पुनः मूर्धन्यनकारः आदेशः भवति किमर्थं चेत् प्र उपसर्गे रेफः अस्ति रेफस्य कारणेन नोपदेशदातूनां पुनः तत्र कुत्रचित् अग्रे प्रक्रियायां शिलटिरूपं तु नमति एव अस्ति परन्तु यदा वयं प्रयोजयामः अथवा परियोजयामः तत्र पुनः प्रणम्य भवति यदा तत्र ल्यप् योजयामः तत्र पुनः तत्र नोपदेशदातूनां मूर्धन्यनकारः पुनः आयाति किमर्थं चेत् तत्र पूर्वपदे तत्र नत्वस्य निमित्तमस्ति रेफः अथवा शकारः तदा पुनः भवति, तदपि स्मर्तव्यम्। तत्र रसाभ्यां नोन्नः इति तेन सूत्रेण कार्यं न भवितुं शक्नोति। किमर्थं रसाभ्यां नोन्नः समानपदे निमित्तम् अपि च स्थानी अस्ति चेदेव कार्यम्, अतः भिन्नसूत्रम् अपेक्षितम्। उपसर्गात् असमानपि उपदेशस्य तेन सूत्रेण कार्यं, सो भिन्नसूत्रेण कार्यं, सो नत्व नत्वकार्यं भिन्नभिन्नसूत्रेषु भवति। सो केन सूत्रेण कार्यं तद् द्रष्टव्यम्। रसाभ्यां नोन्नः इति समानपदे अस्ति, समानपदे इत्युक्ते निमित्तम् अपि च स्थाने अस्ति चेदेव कार्यं, परन्तु प्र इति यः अस्ति भिन्नपदं, तस्य पदसंज्ञा अस्ति। नमति इति यः अस्ति तस्य सुप्तिङन्धं पदम् इत्यनेन पदसंज्ञा। सो एकस्मिन् पदे निमित्तम् अन्यस्मिन् पदे स्थानी, तत्र रसाभ्यां कार्यं न कर्तुं शक्यते, अपि च अट्कूप्वां कार्यं न कर्तुं शक्यते, तत्र भिन्नसूत्रम् अपेक्षितम्। अतः महर्षिः वदति उपसर्गात् असमासे, उपसर्गात् असमासे अपि नोपदेशस्य, सो नोपदेशस्य एव अनेन सूत्रेण कार्यं। नोपदेश नास्ति चेत्, नोपदेश इत्युक्ते धातुः, यथा इदित् इति धातुः तथैव नोपदेश इत्युक्ते धातुः, तादृश नोपदेशधातुषु एव पुनः तत्र नत्वकार्यं भवति। अस्तु भगिनी, अस्य पूर्वे द्रै इति अस्ति खलु, तत्र किमपि न करणीयं वा? आम्, अत्र कोऽपि अनुबन्धः एव नास्ति। नास्ति, आम्। एतद् धातुः एजन्तधातुः, अन्ते कः वर्णः? ऐ, ऐ, ऐ अच् वर्णः अपि च एज् वर्णः, सो अजन्तदातु अथवा एजन्तदातुः, एजन्तदातूनां तत्र आत्वं भवति, परन्तु क्षितिपरे न भवति। द्रै इति धातुः भुवादिगणे अस्ति, अहं चिन्तयामि भुवादिगणे अस्ति चेत् भुवादिगणे लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु शपायति, शपायति चेत् अत्र आत्वं न भवति, इत्युक्ते क्षितिपरे कार्यं न भवति, इत्युक्ते एजन्तदातूनां मूले एव आत्वं भवति, परन्तु क्षितिपरे निषेधः। सो अत्र द्रैयोग अ अस्ति चेत् अत्र कोऽपि सन्धिक अत्र गुणकार्यमपि नास्ति। किमर्थम्? इकवर्णः नास्ति, इकवर्णस्य एव गुणः। सो द्रै तो इक् ऐकारः इकवर्णः नास्ति, अतः अत्र द्रैयोग अ अस्ति चेत् सन्धिकार्यम् एव। केन सूत्रेण द्रैयोग शप्रत्ययकारः अस्ति चेत् अत्र सन्धिकार्यम्? किम् आदेशः ऐकारस्य स्थाने? किम् आदेशः? आय्, द्राय इति अङ्गं, द्रायति, तथैव गायति, गै इति धातुः, तत्रापि गायति इति रूपं, तत्रापि समानकार्यम्। एचो यवायावः इत्यनेन आय् आदेशः भवति। परन्तु यदा वयं द्रैयोग त्वा कुर्मः, द्रैयोग त्वा कुर्मः चेत् तत्र आत्वं भवति। कुत्र? आम्, अत्र तु कोऽपि कार्यं द्रै एव लौकिकरूपं, कोऽपि प्राकृतिकार्यमपि न अत्र अपेक्षितं। नोनः नास्ति, शोपदेश नास्ति, इदित् नास्ति, उपदादीर्घः तस्य कार्यमपि नास्ति, सो द्रै एव लौकिकरूपं, किमपि कार्यं नास्ति। सो एजन्तदातूनां तत्र आत्वं भवति, परन्तु क्षितिपरे न भवति इति तत्र आदेश उपदेशे अस्ति। आत्वम् इत्युक्ते ऐकारस्य आ दीर्घाकारः, आत्वं तत्र तपरकर्णम् अस्ति, आत् इति आदेशः, सो दीर्घाकारः भवति ऐकार, एच् वर्णस्य स्थाने तत्र आ दीर्घाकारादेशः भवति। सो एच् ए ऐ ओ औ यत्किमपि अन्ते अस्ति तादृशधातूनां, तेषाम् एव एजन्तदातुः। सो एजन्तदातूनां तत्र आत्वं भवति, परन्तु कद् शितिपरे निषेधः, शितिपरे न भवति, अशित् अस्ति चेदेव आत्मं भवति. सो द्रायोग शप् कुर्मः चेत् तत्र तु शित् परे अस्ति, अतः न भवति आत्मं, सुद्राय एव तत्र तिष्ठति. अनन्तरं सन्धिकार्यं, गुणकार्यं नास्ति, वृद्धिकार्यं नास्ति, किमपि अन्यत् कार्यं नास्ति, अतः तत्र केवलं सन्धिकार्यं. सुक्तप्रत्यय अस्ति चेत् द्रा भवति, द्रा भवति. सो अशित् प्रत्ययः अस्ति चेदेव आत्मं तत्र करणीयम्, एजन्तदातूनां. शित् अस्ति परे चेत् तत्र कार्यं न भवति. आदेश उपदेशे अशिति इति सूत्रेण कार्यं नास्ति. अस्तु, नुन्दपि तथैव. कठिन विषये कः वदति, अत्रापि इदित् धातुः. सो नुमागमः भवति, नुमागमस्य अनुस्वारः, अनुस्वारस्य ययि परसवर्णः. किं दातु, किं भगिनि? कठि इति कठ इ कठि कठि इकार, ह्रस्व इकार अस्ति अन्ते, ह्रस्व इकारस्य अनुनासिक इकार अस्ति, अनुनासिक इकारस्य उपदेशे जनुनासिक इति सूत्रस्य आधारेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति. कट् इति अवशिष्टभागं भवति. ह्रस्व इकार इति कारणेन नुमागमः भवति. इदितोनुं धातोः इति सूत्रस्य आधारेण कण्ट् इति सिद्धरूपं भवति. अत्र नुमागमः भवति चेत् दन्तनकारस्य आगमः, दन्तनकारस्य एव. अनन्तरं दन्त्यनकारः भवति, अतः टकार ह्रस्व टकारः भवति वा? सारि, नश्च पदान्तस्य जलि इत्यनेन किं कार्यम्? अपदान्तस्य जलि, नश्च पदान्तस्य जलि इति सूत्रस्य आधारेण टवर्गस्य अन्तिमवर्णः पदान्तस्य जलि इत्यनेन अपदान्तनकारस्य, अत्र नकारः मध्ये अस्ति, परसवर्णः अनुस्वारादेशः. प्रथमे अनुस्वारः आगच्छति, अनुस्वारस्य ययि परसवर्णे इति सूत्रस्य आधारेण नकारः मूर्धन्यनकारः सो यत्र अपदान्तनकारः अस्ति तत्र सूत्रद्वयम् अपेक्षितम्. प्रथमे तत्र नकारस्य, तत्र यः नुमागमः भवति सः तु दन्त्यनकारस्य आगमः, नुम् इति आगमः मित् अस्ति, अतः अन्तिम् अच् परे भवति. सो अत्र ककार उत्तरवर्ती यः अकारः, तस्य अनन्तरमेव नकारस्य आगमः भवति. इदानीं यः नकारः अस्ति, नकारः अपपदस्य अन्ते, इत्युक्ते एतस्य शब्दसमूहस्य अन्ते नास्ति, कुत्रचित् मध्ये अस्ति, अतः नश्च अपदान्तस्य झलि इत्यनेन जलवर्णः परे अपि अस्ति. सो कारणम् अपदान्तनकारः अस्ति, तस्य परे जलवर्णः, साक्षात् परे, साक्षात् परे अच् वर्णः अस्ति चेत् कार्यं न भवति, अनुस्वारादेशः न भवति. सो अत्र निमित्तम् आवश्यकं, झलि परे एव कार्यम्, इत्युक्ते साक्षात् परे अस्ति. सो झलि सप्तमी अस्ति, साक्षात् परे जलवर्णः अस्ति चेदेव, इत्युक्ते संहिताविषयः अत्रापि अस्ति, संहिता अस्ति चेदेव कार्यं, संहिता नास्ति कार्यं न भवति. कोऽपि नकारः अपदान्ते अस्ति, तस्य अनन्तरं जलविहाय कोऽपि अन्यवरः वर्णः, इत्युक्ते स्वर अस्ति अथवा हयवर अस्ति, यमगणनम् अस्ति, तत्र कार्यं न भवति, केवलं जलिपरे कार्यं. सो अत्र जलवर्णः ठकारः अस्ति चेत् अत्र अनुस्वारादेशः भवति, नकारस्य अनुस्वारादेशः भवति. अनन्तरं तत्र अनुस्वारस्य ययि परसवर्णः, ठकारः न केवलं जलवर्णः, यै वर्णः अपि अस्ति. सो अनुस्वारस्य इति तत्र षष्ठी अन्तं पदः, अनुस्वारस्य तत्र किमपि न लिखितं, पदस्य अन्ते अनुस्वारः वा मध्ये वा किमपि न लिखितम्. अनुस्वारस्य ययि परस्वर्णः, परे ययि सप्तमी, साक्षात् परे यै वर्णः अस्ति चेत् तस्य यै वर्णस्य सवर्णः. सो ट ठ ड ड ण एतेषु केवलं नकारः एव आगन्तुं शक्यते. किमर्थम्? अनुस्वारस्य तुल्यतमवर्णः सः एव. सो कण्ठ इति भवति मूर्धन्यनकारः. केवलं परसवर्णः अस्ति. वेन् विषये न तत्र अकारः श्रूयते, परन्तु हल्वर्णः तु केवलं न एव अस्ति. अतः ण अत्र अर्धनकारः एव आगन्तुं शक्यते. परसवर्णः केवलं ण अस्ति, अतः कण्ठ इति भवति. अवगतं वा भगिनि? अवगतम्. अस्तु, इदानीं क्लेशनील्, यत्र यत्र नकारः आदौ अस्ति तत्र एव नत्वं करणीयं. ष्टक विषये कः वदति? मञ्जरी भगिनी वदति वा भगिनि ष्टक विषये? चिन्ता मास्तु भगिनि. चन्द्रमेति भगिनी वदति वा? प्रयत्नं करोमि. स्टक् अत्र अन्ते अनुनासिक अकारः अस्ति. उपदेशे अनुनासिक इति सूत्रेण अनुनासिक अकारस्य इत्संज्ञा भवति. आदौ षकारः अस्ति. धात्वादेः शक सः इति सूत्रेण षकारस्य स्थाने सकारः आदेशः भवति. स्टक् स्टक् अत्र अनन्तरं सन्धिकार्येण ठकारः थकारः भवति इति स्थक् इति स्था ककारस्य हलन्त्यम् इति सूत्रेण ककारस्य संज्ञा भवति. स्था किमर्थं ककारस्य अन्ते अस्ति वा? उपदेशस्य अन्ते ककारः अस्ति वा? अन्नस्य ककारः एव आसीत्. So if we keep doing that way, then nothing will remain over there. Takkai di rubam bhavi. Takki di rubam bhavi. Takki di rubam bhavi. Takki di rubam bhavi. Atra shastriya chindanam kim? Atra stutva sandhi karnena ala purvatra siddham. Tadeva shastriya chindanam. Ityukte dhatuvade shah sah sutrasya krite tatra स्तुत्वसन्धि तत्र न दृश्यते. तकारः न दृश्यते तत्र, तु तकारः एव दृश्यते. किमर्थं चेत् तत्र शास्त्र असिद्धं, तत् कार्यमेव न भवति, न एक्सिस्टन्स् दट् कार्यमेव न तत्र अस्ति. धात्वादेशः सः सूत्रस्य कृते तत्र तकारः एव. यदा षकारः अपगच्छति तत्र टकारः अपि अपगच्छति. तस्य स्थाने मूले यः वर्णः सः एव तिष्ठति. तकारः स्तक् इति रूप लौकिकरूपं तदेव स्थगितः इति रूपम् एतत् धातुतः प्राप्तं वा? स्थगितः स्थगितः स्थगितं रूपं किम् अस्ति? अस्ति धातु कुत्र अस्ति इति स्टक् इति धातुः कुत्र अस्ति? मूर्तिगणे वा कुत्र अस्ति तद् द्रष्टव्यं भगिनि. अस्तु अस्तु. स्थगितः इति रूपम् अस्ति. युक्तप्रयोगं भुवादिगणे अस्ति. अकारः अत्र स्तकति स्तकति इति तत्र भवति. भुवादिगणे धातुः अस्ति. अस्तु, खुर्द खुर्दविषये कः वदति? अहं वदामि भगिनि. वदतु. उपदेशे अजनुनासिक तस्य लोपः सूत्रेण उपदेशे अजनुनासिक इत्यनेन कस्य वर्णस्य इत्संज्ञा तदपि वक्तव्यं. खुर्द अनुनासिक अकारस्य इत्संज्ञा भवति. खुद् अवशिष्यते. तदनन्तरं एतत् उपधायां च न आयाति वा? कूर्द् आयाति न. अनुनासिककारस्य यदा इत्संज्ञा भवति तो अन्ते दकारः अत्र टङ्कदोषः अस्ति. अत्र दकारस्य अधोभागे तत्र रेखा न दत्तं. सो खूर्द यः अस्ति हलन्तदातु इदानीं हलन्तदातुः उपधायां रका रेफः अस्ति अतः अपि च तदेव नास्ति उपधायां अपि च इक्संज्ञा अपि न रेफस्य पूर्वे किं भवेत्? रेफ अथवा वकारस्य उकारः इक्वर्णः अस्ति. ह्रस्व इक्वर्णः अस्ति. तस्य दीर्घादेशः भवति हदिपरे. अतः हलिपरे किमपि नास्ति. अत्र निमित्तम् आवश्यकं नास्ति भगिनि. उपधायां च इति सूत्रे हलन्तदातूनां रेफ वका उपधाभूतस्य रेफ वकारस्य पूर्वे इकवर्णः अस्ति चेत् तस्य दीर्घादेशः भवति. निमित्तं किमपि नास्ति. अतः प्राकृतिककार्यम्. परन्तु धातुः खल् वर्णः हलन्त्यं भवेत्. अजन्तम् अथवा कोऽपि अन्यधातुः अस्ति तत्र न भवति. प्रथम कण्डिशन् इस् धातुः हलन्त्यं भवेत्. धातुः उपधायां रेफः अथवा वकारः भवेत्. रेफवकारस्य तादृश उपधाभूतस्य रेफवकारस्य पूर्वे इकवर्णः भवेत्. तस्य इकवर्णस्य एव दीर्घादेशः. सो उपधायां च इति सूत्रेण किं कार्यम्? उपधायां च इति सूत्रेण दीर्घकार्यं भवति. स्वरस्य दीर्घादेशः भवति. परन्तु सः स्वरः कुत्र भवेत्, तस्य पूर्वे किं किं भवेत् इति तत्र कण्डिशन् आवश्यकम्. सो तत्र हलन्तं धातु भवेत्, हल् वर्णस्य पूर्वे रेफः अथवा वकारः भवेत्, रेफवकारस्य पूर्वे तत्र इक्वर्णः भवेत्. इक्वर्णस्य कोऽपि भिन्न अच् अस्ति चेत् तस्य दीर्घादेशः न भवति. केवलम् इक् इत्यस्य एव दीर्घादेशः. इ उ रु अस्ति चेदेव दीर्घादेशः. कोऽपि भिन्नस्वरः अस्ति चेत् तस्य दीर्घादेशः न भवति. इक् इति आवश्यकम्. इक् इति स्थाने अस्ति. अत्र इक् स्थाने एव दीर्घादेशः. परन्तु सः इक् कुत्र भवेत्, कीदृश भवेत् इति तत्र विषये लिखितं. धातुः हलन्तम्, उपधायां रेफः अथवा वकारः भवेत्, तस्य पूर्वे इक् भवेत्. तादृश इक् वर्णस्य एव दीर्घादेशः अनेन सूत्रेण. इत्संज्ञा भूत्वा हल् वर्णः अस्ति. तथैव इत्संज्ञा भूत्वा एव शोपदेश अथवा नोपदेश. सो प्रथमकार्यम् अस्ति इत्संज्ञावर्णानां निष्कासनं. तदनन्तरमेव द्रष्टव्यं शोपदेश वा नोपदेश वा हलन्तं वा अजन्तं वा किमपि वा अस्ति वा. अस्तु भगिनि. टु नदी विषये कः वदति? जगदीश महोदय वदति वा? महोदय टु नदी विषये भगिनी वदतु. टु नदी विषये सुनादिक्षेके धातु चुनदि ओके चुनदि ओके उपदेशे अनुनासिका यत् नदी इकारम् अनुनासिका इकारम् संज्ञा तुनत् अवशिष्यते तु इति वर्णसमूहस्य यत् संज्ञा अस्ति वा महोदय चुटु चुटु चुटु चुटु इत्यनेन किं भवति वेरि क्लियर् सारि स्टिल् ग्रोपिङ्ग् इन् द डार्क् ओके इति वर्णसमूहः अस्ति चेत् असीत् भवति सो धातुषु एतादृशः वर्णसमूहः दृश्यते यथात्र नदी सो टु इति वर्णसमूहः एकत्र अस्ति आदौ अस्ति आदिर्नीटुडुवः सो आदौ एतादृशः वर्णसमूहः अस्ति चेदेव इत्संज्ञा सो टु इति वर्णसमुदायस्य अपि इत्संज्ञा अत्र अवशिष्यते अनन्तरं धातुः इदित् अस्ति वा नास्ति इकारं वर्तु धनुसंज्ञा इदानीं तु नदी इति धातुः इदित् धातु अस्ति वा इति मम प्रश्नः तु नदी इदित् अस्ति वा नद् अवशिष्यते इदानीं धातु इदित् अस्ति किमर्थं चेत् यस्मिन् धातुः ह्रस्व इकारस्य इत् संज्ञा सः धातु एव इदित् उच्यते सुट्टुनदी अपि इदित् अस्ति इदित् अस्ति चेत् किं कार्यं तत् सुनुमागमः भवति चेत् किं भवति कोऽपि सहायता करोतु इति तु नुम् धातोः मिदचून् स्यात् परः इति सूत्रेण नन्द् भवति तदनन्तरं नश्यापदान्तस्य झदि इति सूत्रेण नश्यापदान्तस्य भगिनी अत्र अस्ति नः च नः इति विसर्गः विसर्गस्य परे कर्कशव्यञ्जनः अस्ति चेत् किं भवति विसर्गस्य परे कर्कशव्यञ्जनः अस्ति चेत् किम् आदेशः विसर्गस्य किम् आदेशः सकारादेशः इदानीं स्तोः श्चुनाश्चुः स्तोः स्थानिपदमस्ति सकार तु सकारः अपि च तवर्गीयव्यञ्जनस्य परे चु अस्ति चेत् चु अस्ति चेत् श्चु अस्ति चेत् तत्र किम् आदेशः भवति सकारस्य शकारादेशः सो नश्च च इति पदम् अस्ति अपदान्तः इत्युक्ते तत्र दीर्घसन्धि भूत्वा नश्च इति भवति च इति अव्यपदमस्ति तत्र अन्ते अकारः अपदान्त् इति यः पदमस्ति तत्र अकारः सो नश्च पदान्तस्य जलि सो नश्च सो नः च नः च इत्युक्ते समुच्चार्थे पूर्वे मह उक्तं सो नः च पूर्वे यः मह उक्तं तस्य अनुवृत्तिः अत्र सो मह च मह नः च अपदान्ते जलि परे अनुस्वारादेश इति वदतु. नन्द् नम् भवति अनुस्वारस्य ययि परस्य वर्ण इति सूत्रेण पुनः नन्द् अवश्यं भवति. नन्देव लौकिकरूपं. लौकिकरूपं कोऽपि अन्यधातुविषये किमपि तत्र कार्यं नास्ति अहं चिन्तयामि. सो यत्र नोपदेशदातु तत्र नख नख इति नख करणीयम्. अस्तु Bagini, can somebody who's familiar, can they work out and then put it in the WhatsApp group? What, Mahanda? A few of the dhatus, the step by step, can they put it in the answer so that some of us who are very poor can follow and then try to learn? Step by step. कोऽपि कृतं देन् कैण्ड्लि शेर् युवर् नोट्स् वित् आन् द वाट्सप् ग्रूप् नमस्कारः. अत्र ध्वनिमुद्रणम् अस्ति खलु महोदय, एतत् स्थापयतु लिखतु, स्थापयतु लिखतु, शृणोतु स्थापयतु लिखतु, तादृशमेव करणीयम्. एतत् सर्वम् आगच्छति खलु अत्र. मया तादृशमेव कृतं पूर्वं. अत्र ध्वनिमुद्रणम् अस्ति खलु, अत्र प्रथमं शृणोतु, स्थापयतु, अनन्तरं लिखन्तु, स्थापयतु, अनन्तरं लिखतु, शृणोतु, स्थापयतु, लिखतु, तादृशमेव करणीयम्. अत्र इतोपि अधिकज्ञानं भवति, स्वयं कर्तुं शक्यते एव इति मम चिन्तनं महोदय. आं सत्यं भगिनि, स्वयं तत्र अभ्यासं कुर्मः चेदेव तत्र अवगन्तुं शक्यते. परन्तु तत्र यदि कोऽपि कृतम् एतत् अभ्यासं जस्ट् शियर् वन् आर् टु फार् वन् आर् टु दातु सो देट् ही केन् सी एण्ड् डू फार् अदर्स् अदर् दातु. अस्तु, इदानीं तत्र धातु अस्ति ध्रुव इति, तत्रापि किमपि न करणीयं खलु? किमपि न करणीयं खलु? आम्, अत्रापि कोऽपि अनुबन्धः नास्ति, अपि च कोऽपि प्राकृतिककार्यस्य तत्र ध्रु कुत्र अस्ति, कस्मिन् गणे अस्ति भगिनि? दृष्टं वा? न दृष्टं भगिनि. अभ्यासे अन्ते अस्ति वा भगिनि? कुत्र अस्ति इदानीं पृष्टवती खलु, ध्रुव अभ्यासे अन्ते अस्ति वा? ध्रुवधातुद्वयम्, एकमस्ति भुवादिगणे, द्वितीयं प्रायशः अदादिगणे. सो ध्रुव इति यः अस्ति तत्र भगिनि अन्ते उकारः, सो ध्रुव भवति. भुवादिगणे अस्ति चेत् इगन्धदातु आदिगणे अपि अस्ति, तुदादिगणे अपि अस्ति भगिनि, तुदादिगणे अस्ति. आम्, सो भुवादिगणे अस्ति चेत् ध्रुव इगन्धदातुः, इगन्धदातुषु तत्र गुणः भवति शप् कारणेन, सो ध्रुव भवति. अनन्तरं द्रव इति अङ्गम् इत्युक्ते एचोयवायावः इत्यनेन अव् इति आदेशः, ओकारस्य अव् आदेशः. परन्तु लौकिकरूपं ध्रुव एव खलु? आं, द्रवति एव, द्रवति एव, लौकिकरूपं ध्रुव एव, यथा भू लौकिकरूपं भू एव, सु अत्र सु भवति, अत्र कोऽपि अनुबन्धः अस्ति, तनादिगणे अपि अस्ति, भवादिगणे अपि अस्ति. सो तनादिगणे अपि अस्ति वा भगिनि? न न, भुवादिगणीयधातुः तुदादिगणीयधातुः एव, सुदादिगणे अस्ति चेत् गुणः न भवति. सुदादिगणे तत्र श इति विकरणप्रत्ययः, अतः तत्र अपि तस्य गुणः न भवति, गुणः न भवति. परन्तु भुवादिगणे गुणः भवति, अतः द्रवति इति रूपम् औ भवति, तत्र ओ अनन्तरम् औ द्रो भवतिकर्णदातुकयोः इत्यनेन द्रो भवति अनन्तरं येचो एव यावः इत्यनेन अवादेशः भवति अतः तत्र अन्तिमरूपं द्रवति इति भवति खलु महोदय यः आम् द्रु इति तत्रापि सन्धिकार्यम् अस्ति न उयोग अस्ति चेत् तत्र किम् उयोग अस्ति चेत् आम् द्वयोः मिलित्वा इत्युक्ते तत्र पूर्वपरयोः आदेशः सन्धिकार्यम् अस्ति चेत् अत्र उकारस्य तत्र पकारादेशः भवति इकोयनचि इक् परे अच् अस्ति चेत् इकोयनचि इत्यनेन कार्यं सो ऊ स्थाने तत्र व आदेशः भवति ब्रुवां युवर् इयङ् ऊङ्गौ एतत् न आगच्छति वा महोदय एतत् तुदादिभ्यः सः अस्ति सः अत्र अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति अकारस्य अचुवर्णे परे अस्ति अतः तत्र अचिष्णुधातु ब्रुवां युवो नियम् ओङ्गो इति कार्यं करोति अतः तत्र द्रौ ध्रुव् इति भवति अनन्तरम् अकार ध्रुवति इति भवति खलु महोदय तुदादिगणे सूत्रमत्र न पठितम् आम् तत्र उवङ्ग् इति आदेशः भवति उकारान्त उकारान्तस्य उवङ्ग् आदेशः इकारान्तस्य तत्र इयङ् आदेशः सो अत्र उवङ्ग् आदेशः भूत्वा उ इति आदेशः भवति तत्र नकारस्य संज्ञा अस्ति अपि च अकारः उच्चारणार्थं सो उ इति आदेशः भवति सो यत्र गुणकार्यं न भवति तत्र अजादि प्रत्ययपरे इत्युक्ते श इति प्रत्ययः अजादि अस्ति तत्र अकारः अवशिष्यते अतः तत्र उवङ्ग् इति आदेशः भवति सो अजादि प्रत्ययपरे अजादि कित्नित् प्रत्ययपरे तत्र उवङ्ग् इति आदेशः भवति अतः तत्र उ स्थाने उव् आदेशः भवति सो ध्रुव अनन्तरं शप श प्रत्ययस्य अकारः उव इति अङ्गं सो ध्रुव ध्रुवति इति भवति सत्यं भगिनि अजादि प्रत्ययपरे तत्र इयङ् अपि च उवङ्ग् इकारान्तधातूनाम् उकारान्तधातूनां तत्र इयङ् उवङ्ग् आदेशः अत्र सूत्रं न पठितं तत् सूत्रम् इदानीं पर्यन्तं न पठितम् अस्तु सो सूत्रस्य नाम किं महोदय सूत्रस्य नाम अस्ति अचिष्णु धातु ब्रुवाम् इयङ् उवङ्गौ अचिष्णु धातु ब्रुवां युवोः रुवोः इयङ् उवङ्गौ इति सूत्रम् अस्ति सो यत्र यत्र अजादिप्रत्ययः परे अस्ति यथा शप् परन्तु शप् प्रत्ययः टित् अस्ति अतः तत्र गुणकार्यं भवति परन्तु श इति प्रत्ययः अजादि अस्ति परन्तु अपित् अस्ति सो तत्र एव एतस्य सूत्रस्य प्रसक्तिः सो इकारान्तधातूनाम् उकारान्तधातूनां तत्र इयङ् अपि च उवङ् आदेशः भवति अजादि कितनित् प्रत्यपरे सो अत्र चेत्रा भगिनी अत्र कोऽपि अनुबन्धः एव नास्ति सो ध्रु एव अवशिष्यते 6477 सूत्रम् अचि च इ अचिष्णु श न उष्णु इति तत्र स्वादिगणस्य इति तत्र विकरणप्रत्ययः अचिष्णु धातु ब्रुवां रुवोः इयङ् उवङ्गौ इति सूत्रम् अस्ति अस्तु सो केचन धातवः तत्र धातुपाठे सन्ति येषां कोऽपि अनुबन्धः एव नास्ति सो तत्र इत्संज्ञकवर्णानां निष्कासनं न करणीयं यत्र अनुबन्धवर्णः एव नास्ति तत्र तथैव धातु तिष्ठति तत्र इत्संज्ञा न करणीयं यथा द्रु अस्ति द्रै अस्ति अत्र तु कोऽपि अन्यत् नास्ति वदतु श सु केवल सु भवति खलु आम् अत्रापि कोऽपि अनुबन्धः नास्ति परन्तु धातु आदेशः सः इत्यनेन मूर्धन्यषकारस्य सकारादेशः सु इति भवति परन्तु अनुबन्धः नास्ति अत्र अत्रापि अनुबन्धः नास्ति परन्तु प्राकृतिकार्यम् अस्ति अन्येषां विषये किमपि नास्ति कुत्र अस्ति खलु शु आदि तत्र आदि अस्ति खलु कुत्र भगिनि तत्र शु प्रदेशे आदि क्लुङ् अस्ति खलु क्लुङ् नकारस्य इत्संज्ञा कण्ठनकारस्य इत्संज्ञा अस्ति सुप्लु इति अवशिष्यते नकारस्य अस्ति चेत् तत्र किं भवति आत्मनेपदि दातु भवति तत् अग्रे आयाति भवितुं शक्यते इति परन्तु अत्र भविष्यति किं किं भगिनि पचोनिति इति एकं सूत्रमस्ति खलु अचोनिति तेन सूत्रेण किं भवति न विस्मरामि महोदय सूत्र अस्ति इति अहं जानीमः अचोनिति इत्यनेन वृद्धिः एव भवति खलु अचोनिति इति यः नित् अस्ति सः प्रत्ययस्य विषये न तु धातुविषये अचोनिति यः नकारस्य इत् अस्ति सः प्रत्ययस्य विषये न तु धातुविषये अचोनिति इत्यनेन तत्र अजन्तधातूनां तत्र वृद्धिः भवति णित् णित् प्रत्ययः तत्त्वप्रत्ययस्य विषये परन्तु यस्मिन् धातुः कण्ठनकारस्य इत् अस्ति सः धातुः आत्मनेपदि प्रत्ययः एव स्वीकुर्वन्ति करोति सो अत्र आत्मनेपदिरूपम् एव निष्पद्यते न तु परस्मैपदिरूपम् अस्तु तत् अग्रे धातुविज्ञानं तृतीय इति करपत्रे तत् पठामः आम् सो तत्र अभ्यास यः धातुविज्ञानं तृतीय इति करपत्रे तत् सर्वम् आयास्यति अस्तु इदानीं समाप्तम् अस्तु अग्रिमे तत्र धातुविज्ञानं तृतीय इति तत्र पठामः अग्रिमसप्ताहे विरामकालः अस्ति वा महोदय रविवासरे दीपावलिः अस्ति रविवासरे दीपावलिः तत्र सोमवासरे अपि किञ्चित् एतत् विरदमिति अस्ति अतः भवति वा इति मम प्रश्नः आमां प्रायशः भवति अवकाशः भवति बिकास् सण्डे दीवालि अस्ति सो इट् विल् बी टिल् लेट् नैट् धन्यवादः महोदय अस्तु इदानीं स्थगामः जगदीश महोदय शान्तिमन्त्रं पठति वा ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णम् उदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्ति शान्ति शान्तिः शुभाशयां दीपावली शुभाशयां धन्यवादः दीपावली शुभाशयाः धन्यवादः महोदय